नमस्कारः, लृट् लकारः इति करपत्रम् अनुवर्तते। मणिमहोदय, भवान् आरम्भं करोति वा? तत्र सारांशरूपेण वदति वा, आरम्भतः तत्र किमर्थं वयं तत्र लुटः व्यवहार तत्र लुटः विषये किमर्थं वयं चर्चयामः अस्मिन् करपत्रे इति किञ्चित् प्रतिपादयति किम्? लुटः, लुट् इत्यस्य अपवादः, लुटः अनधितने एव भवति, अतः विशेषतया भवति। लुट् लकारः सर्वदा भवति इति सामान्यम् इति कृत्वा यदि वयं लुट् कुत्र भवति इति ज्ञास्यामः चेत् तद्विहाय अन्यत्र सर्वत्र लुट् भवति इति अस्माकम् अवगमनम्। तत्र लुट् भवान् पठति तत्र किमपि वक्तुं चेत् वदतु महोदय। न न तावदेव आसीत् महोदय। लिटः व्यवहारः कुत्र तदेव आम् महोदय। अधुना प्रश्नः अस्ति यत् लिट् स्थानं किम्, अनधितनशब्दस्य अर्थः कः, भाष्यकारस्य शिक्षा स्वभावे, नागेशस्य चिन्तनं यत् अनधितनलुटि स्वभावः च सम्भवति। अधुनापि मनसि जिज्ञासा वर्तते यत् लुटो अपवादः इत्यस्य कथनेन अपवादः शब्दस्य को अर्थः, व्याकरणे यः अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य, अनेन लुट् स्थानं किम् अपि च केन तर्केण, अपि च भाष्यकारस्य मदम् अनुसृत्य लुट् लकारस्य क्षेत्रं श्वः एव इति चेत्, अग्रिमे सप्ताहे मासे वर्षे इति कस्य लकारस्य क्षेत्रम्? गतवर्गे अपि भवान् उक्तवती तत्र कुत्र लुट् लकारः भवति इति, अनधितनशब्दस्य अर्थः श्वः एव भवति इति, परन्तु नागेशस्य चिन्तनमस्ति लुरुट् लुट् श्वः अपि तस् अनन्तरमपि ततः परमपि भवति इति नागेश उक्तम्। अनन्तरम् अधुनापि मनसि जिज्ञासा लिटो अपवादः तस्य कथनेन अपवादः शब्दस्य को अर्थः, अत्र अपवादः इत्युक्ते सर्वदा भविष्यत्काले लिट् लकारः एव भवति, परन्तु अपवादः इत्युक्ते लुट् लकारः अनधिते भवति, लिट् लकारस्य बाधं भवति इति अर्थेन अत्र अपवादः इति अत्र दत्तम्। अपवादभूत तस्यैव प्राप्तिः, अत्र इत्युक्ते अपवादः यत् अस्ति तदेव भवति, अत्र लुट् लकारः एव भवति, नाट् न लुट् लकारः इति अर्थः भवति अत्र। केन तर्केन लुट् लकारः भवति इत्युक्ते सम्यक्तया न वक्ष्यामि महोदय। भाष्यकारस्य मतमनुसृत्य लुट्लकारः एव चेत् अग्रिमसप्ताहे मासे वर्षे इति कस्य लकारस्य क्षेत्रम् इत्युक्ते अत्र दत्तम् अनधितने एव लुट्लकारः भवति, ततः परम् अग्रिमसप्ताहे वा अग्रिममासे वा लुट्लकारः एव भवति इति अत्र गच्छामः। अस्तु, अत्र अग्रे गच्छामः वा? सरला भगिनी पठति भगिनि। धन्यवादः। लुट् अपवादः इत्यनेन लुट् लकार श्रूयते साधु भगिनि? आं भगिनि, सम्यक् श्रूयते। अस्तु, इत्यनेन लुट् लकारः लुटः अपवादः एव नाम भविष्यत् सामान्ये विहितः लुटः अनद्यतन भविष्यत् विषये अर्थात् श्वोभाविरूपभविष्यद्विशेषे अयं लुट् लकार विधीयते इति हेतोः येन अप्राप्तेयाः विधि आरभ्यते स तस्य बाधकः भवति इति न्यायेन एक अपरस्य अपवादः यत् कर्तृकः अवश्यप्राप्तौ सत्यां नाम यः विधिः अवश्यं प्राप्नोति एवम् अस्मिन् विधौ प्राप्ते सति पुनः अन्यविधिः आरभ्यते चेत् स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते प्रकृतौ भविष्यत्सामान्ये विहित लृट् इति कृत्वा लृट् अवश्यप्राप्तिः अस्ति श्वभावी श्वभविष्यत्यपि भविष्यत्य एवं तद्भिन्नं भविष्यत्सामान्यम् अपि भविष्यत् एव अतः भविष्यत्वनिमित्ततया लिट् लकार प्राप्नोति येन अप्राप्ते यत् कर्तृक अवश्यप्राप्तौ सत्यां लिट् कर्तृक अवश्यप्राप्तौ सत्यां यः विधि आरभ्यते लिट् विधिः आरभ्यते अयं लिट् विधिः तस्य नाम लृटः लृट् विधे बाधक भवति अथ श्व गमिष्यामि इति तु न भवति एव लिटु अपवाद इत्यनेन लुट् लकारस्य लिट् लिट् द्वयो लिट् अपि लुट् लकारे अस्ति तयोः प्रयोगः भवति भविष्यत्काले किन्तु कस्य भविष्यत्काले कुत्र प्रयोगः भवति इति स्पष्टं करणार्थम् एक न्यायवाक्यम् अस्ति येन अप्राप्ते यः विधि आरभ्यते स तस्य बाधको भवति तु यत् भविष्यत् सामान्यविहित अस्ति इति स्थूलरीत्या यदि वदामः भविष्यत् सामान्य भवति लिट् लकार अनद्यतन भविष्यत् विशेषे भवति अपि यत्र श्वो भावी भवित्यमस्ति तत्र लुट् लकारस्य प्रयोगः अस्ति लुट् लकार अस्ति विशेषभविष्यत्कालप्रयोगः वा श्वभावी भवित्यम् इति अस्ति वा अथवा भाष्यकारस्य मतेन काशीकारस्य मतेन अद्यस्य समीपकाल यत् अस्ति यत् श्वः भवति इति अस्ति लुट् लकारस्य प्रयोगः सो एकं यत् स्थूल अक्षरे उक्तिः अस्ति येन प्राप्ति मीन्स् प्रथम विधि यत् अवश्यं प्राप्ति भवति यस्य तदनन्तरं द्वितीयविधि यदि आरभ्यते सा विधि प्रथमविधि अस्ति विधेः बाधकः भवति इति तु इत्यस्य अर्थं पुनः महोदय लिखति यत् कर्तृक अत्र कर्तृककर्ता विधि एव अस्ति यत् कर्तृक अवश्यप्राप्तौ सत्यां यत् अस्ति यथा लिट् लकार अवश्यप्राप्ति इति डबल् निगेटिव् अस्ति य न अप्राप्ते मीन्स् यस्य प्राप्ति अवश्यम् अस्ति तस्य विधि यदि अवश्यं प्राप्नोति एवम् अस्मिन् विधे प्राप्ति सति पुनः अन्यविधि आरभ्यते तो यत् प्रथमा विधि अस्ति यद् अवश्यं भवति तस्य अनन्तरं यत् द्वितीयविधि आगच्छति तस्य द्वितीयविद्धिः अस्ति सा प्रथमा विद्धिः तस्य बाधकः भवति इति अस्ति अर्थ पुनः तस्य अर्थम् अस्माकं यत् लुट् लकार अस्ति तस्य प्रयोगः कृत्वा महोदय लिखति प्रकृतौ भविष्यत्सामान्य वेतलृट् वयं जानीमः लिट् लकार भविष्यत्सामान्यकाले कृते भवति इति कृत्वा लिट् अवश्यप्राप्तिः अस्ति श्वो भविष्यत्वम् अपि भविष्यत् एवं तद्भिन्नं भविष्यत्सामान्यम् अपि भविष्यत् एव सो लिट् लकारस्य भविष्यत्सामान्य अपि श्व भविष्यत् अपि भविष्यत् एव यत् लिट् लकारस्य कृते यत् श्व भवति तदपि भविष्यत् एव अस्ति तत् भिन्नमपि भविष्यत्काले एव अस्ति इदानीं भविष्यत् सामान्य यदि लकारस्य प्रयोगः भवति भविष्यनिमित्ततया लिट् लकार प्राप्नोति येन अप्राप्ते यत् कर्तृक अवश्यं प्राप्तौ सत्यां यथा पुनः पुनरुक्ति अस्ति समान सो यत् अवश्यं प्राप्ति अस्ति तत् तत्र सा विधि यत् अस्ति अवश्यं यत् आगच्छति तस्य अनन्तरं द्वितीयविधि यत् अस्ति भविष्यत्काले यत्र लुट् लकारविशेषविधि यत् अस्ति आगच्छति तत् आरभ्यमाणे प्रथमं लुट् लकारस्य विधि बाधा करोति तस्य इति अस्ति एतस्य परिच्छेदस्य अर्थं वस्तुतः एकं वाक्यमेव अस्ति येन अप्राप्ते विधि आरभ्यते सः तस्य बाधको भवति इत्युक्ते लुट् सामान्यविधि यदि आरभ्यते तदनन्तरं लुट् यत् अस्ति विशेषविधि आगच्छति तो लुट् लकार सामान्यविधि लुट् लकारस्य बाधकः भवति इति अर्थम् अस्ति संक्षेपे साधु नमस्कार भगिनि लुट् भवति कुत्र काशिकायाम् अनद्यतने इति बहुव्रीहि इति यदा उक्तं तदानीं व्यामिश्रे लुट् न भवति विग्रहवाक्यमस्ति अविद्यमानः अद्यतनः यस्मिन् सः अद्यतन अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः तत्पुरुषः उच्यते चेत् विग्रहवाक्यमस्ति न अद्यतन इत्युक्ते अद्यतनमात्रं न किन्तु अन्यः अपि भवितुम् अर्हति अद्यतनभेदः अद्यतन अनद्यतनव्यामिश्रे अपि अस्ति अतः तत्पुरुषः अस्ति चेत् व्यामिश्रे अपि भवति इत्युक्ते अद्यतनकालः अस्ति चेत् एवम् अनद्यतनकालः अस्ति चेत् नाम अद्यतन अनद्यतनमिश्रः अस्ति चेत् तदानीं सः केवलम् अद्यतनः न अनद्यतन अपि अस्ति अतः अद्यतनभेदः अस्ति अद्यतनभिन्नत्वे सति तत्रापि व्यामिश्रे लुट् लकारः स्यात् तस्य निवारणार्थं बहुव्रीहिसमासः अविद्यमानः अद्यतनः यस्मिन् सः इत्यनेन अद्यतनस्य निषेधम् एव उच्यते अनेन व्यामिश्रः न सम्भवति यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं तदा लुट् लकारः उपयुज्यते अद्यः वा स्वः देवदत्त वा करिष्यति अद्य स्वः या देवदत्तः खादिष्यति इति अत्र प्रश्नः अस्ति लुट् कुत्र भवति काशिकायाम् अस्ति अत्र विग्रहवाक्यम् अद्यतने अनद्यतने इति पदस्य विग्रहवाक्यं बहुव्रीहिसमासः अपि अस्ति तत्पुरुषसमासः अपि भवितुम् अर्हति बहुव्रीहि एव काशिकायां दत्तं किमर्थम् इति चेत् यत्र व्यामिश्रः अस्ति लुट् लकारः न भवति बहुव्रीहिसमासविग्रहवाक्यमस्ति अविद्यमानः अद्यतनः यस्मिन् सः अर्थमस्ति व्यामिश्रः अस्ति चेत् अस्ति मि अर्थः अद्यतन अनद्यतनभविष्यतोः संयोगः अस्ति चेत् व्यामिश्रः इति भवति तदेव सम्यक् निर्धारणार्थं लुट्लकारस्य विधि अर्थं प्रयुज्यते परन्तु तत्पुरुषः उच्यते चेत् विग्रहवाक्यमस्ति न अद्यतनः इत्युक्ते अत्र अद्यतनमात्रं न किन्तु अन्यः अपि भवितुम् अर्हति. अद्यतनभेदः अद्यतन न अद्यतन इत्यनेन अद्यतनभेदः अद्यतन अनद्यतनव्यामिश्रे अपि अस्ति. अति तत्पुरुषः अतः व्यामिश्रे अस्ति चेत् वयं जानीमः लुट् लकारः न वक्तुं शक्यते. अद्यतनस्य चेत् न किमर्थं भगिनि इत्युक्ते अद्यतनकालः अस्ति चेत् ओके एव अनद्यतनकालः अस्ति चेत् नाम अद्यतन अनद्यतनव्यवमिश्रः अस्ति चेत् तदानीं सः केवलम् अद्यतननः अनद्यतनः अपि तदेव अत्र अन्यतरं कृतं. यत्र अद्यतनकालः अस्ति अनद्यतनकालः अस्ति अपि चेत् अत्र व्यामिश्रः भवति. अद्यतनभिन्नत्वे सति तत्रापि व्यामिश्रे अस्ति लुट् लकारः स्यात् अतः अद्यतनभेदः अस्ति न अवगतं भगिनि. सामान्यतया अनद्यतन स्वभावी अस्ति चेत् अनद्यतन भवति परन्तु नागेशमतमस्ति स्वभाव अद्यभाव अद्यारोपितम् अस्ति चेदपि कर्तुं शक्यते इति नागेशमतमस्ति. अविद्यम तदा अहम् उक्तं लट्लकार निषेधार्थं बहुव्रीहि समास एव स्वीकरणीयम्. अनद्यतनविषये अविद्यमानः अद्यतन यस्मिन् सः इति काशिकाकारः वदति खलु काशिकाकारः या अत्र ज्ञा अनेन यामिश्रं न सम्भवति. अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं ततः तदा लुट् लकारः उपयुज्यते. तदेव लुट् लकारः केवलं स्वभावी अस्ति एव भवति. अद्यतन अनद्यतनविश्रः अस्ति चेत् लुट् लकारः न भवति. उदाहरणमस्ति अद्य वा श्वः देवदत्तः करिष्यति. अद्य वा श्वः वा देवदत्त खादिष्यति इति प्रश्नः अत्र अवगतं. अत्र किम् अस्ति इत्युक्ते तत्र मन्ये काशिका यत् परम्परा अस्ति नागेशस्य भिन्नपरम्परा अस्ति इति पश्यामि. काशिकापरम्परा भिन्नमस्ति. नागेशः तु कौमुदीपरम्परायाः वैयाकरणः वर्तते इति तर्हि ततः तेषां मतमेधाः वर्तन्ते इति. काशिकायां काशिका श्वः एव अनद्यतना इति वदति भगिनी. यथा महोदय वर्गे उक्तवान् बहुव्रीहि अस्य अविद्यमान अद्यतन यस्मिन् वयं जानीमः व्यामिश्रकालस्य अद्यतन च अनद्यतन वा अद्यतन वा अनद्यतन तु तस्मिन् अद्यतन अन्तर्भूत अस्ति. अतः बहुव्रीहिसमासे अस्ति अविद्यमान अद्यतनयस्य तु तत्काल न अन्तर्भूत आगच्छति. अतः बहुव्रीहिसमास यदि वयं स्वीकुर्मः तत्र व्यामिश्र इस् एक्स्क्लूडेड् इन् देट् सो इति न भवति. तत्र लिट् लकारस्य प्रयोगः न आगच्छति. लुट् लकारस्य क्षम्यतां लुट् लकारस्य प्रयोगः न आगच्छति. किन्तु यत्र तत्पुरुषसमासी न अद्यतन न अद्यतन इति पर्युदास प्रतिषेधः अस्ति. दिस् मीन्स् अद्यतनं भिन्नं भवेत् सो अद्यतन भिन्न अस्ति, अद्यतन अनद्यतन अपि भवितुं शक्नोति वा, अद्यतन श्वः परश्वः तदपि भवितुं शक्नोति, कुत अद्यतन विहाय सर्वे भविष्यकाल भवितुं शक्नोति. अत्र अतः यदि तत्पुरुषसमासः वयं स्वीकुर्मः तत्र लुट् लकारस्य प्रयोगः व्यामिश्रीकाले अपि आगच्छति, किन्तु तत् न इष्टं, तत् साधु नास्ति. अतः बहुव्रीहिसमासस्य प्रयोगः साधु अस्ति इति कर्तव्यं साधु. आं भगिनि, तर्हि यत्र न क्षम्यतां, यत्र तत्पुरुषः स्वीक्रियते तत्र तु लुट् लुट् प्रयोक्तव्यम् इति खलु. बहुव्रीहिः स्वीक्रियते तत्र तु लृट् प्रयोक्तव्यं, लृट् भवति तत्र. अग्रे गच्छामः वा, तत्र सूर्यकुमारी भगिनी पठति वा भगिनि अग्रिमं. भगिनि अद्यतनभविष्यत् अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट् न भवति. यत्र अद्यतनभविष्यत् अनद्यतनभविष्यतोः मिश्रणम् अस्ति तत्र लृट्. अपि च स्वभिन्न भविष्यत्कालोपि भवति लृट्. परस्व आरभ्य लृट् लकारः एव भवति. लिट् लकारः स्वभाविन्येव भवति. नागेश्वरस्य कथनमस्ति यत् भिन्नभविष्यत्काले अपि आरोपात् वस्तुतः परस्वोभावी कालः अस्ति चेत् लुट् लकारः न प्राप्नोति, किन्तु तादृशकाले अपि स्वभावित्वम् आरोप्यते. नाम परस्वोभाविनिकाले कालः आरोप्यते. अतः कथं कालमस्य तादृशानां प्रयोगानां, नो चेत् भविष्यत्कारस्य भाष्यकारस्य मतमस्ति यत् लुट् लकारः नाम केवलं स्वः. परस्वः अग्रिमे सप्ताहे, अग्रिमे मासे, अग्रिमे वर्षे च लुट् लकारः. अद्य च परस्वः आरभ्य लुट् लकारः. तत्र अद्यतनभविष्यत् अनद्यतनभविष्यतोः मिश्रमस्ति चेत् लुट् न भवति. अद्यतनभविष्यत् अनद्यतनभविष्यतो तत्र लुट् एव भवति, न तु लुट्. स्वभिन्नभविष्यत्कालेपि कालेपि भवति. अनद्यतन इत्युक्ते स्वभावत्वं. परस्वः आरभ्य लृट् लकारः एव भवति. नागेश्वरस्य मतमस्ति परस्वः अपि स्वभावित्वम् आरोप्यते चेत् लुट् भवितुम् अर्हति इति तस्य मतमस्ति. भाष्यकारः तदा नास्ति. परस्वः अग्रिमसप्ताहे, अग्रिममासे, अग्रिमवर्षे च लुट् लकारः इति. स्वः स्वभावे स्वः एव, न तु स्वभावित्वम् इति भाष्यकारः मतः. सारांशे लुट् लकारः अनद्यतन भविष्यत् इत्युक्ते अद्यतनसमीपकाले तदर्थं श्वः एव न तु परश्वः. लृट् लकारः अद्य भविष्यति काल अर्हति, परश्वः परश्वः आरभ्य अग्रिमसप्ताहे अग्रिमवर्षे अपि भवितुम् अर्हति इति सारांशः. अर्हति नास्ति इति भवति तृतीयबन्धः अस्ति तत्र. अद्य भविष्यत्काले अपि श्व भिन्न अग्रिमसप्ताहे अग्रिमपरश्व अग्रिममासे तत्र अपि यत्र व्यामिश्रकालः अस्ति यत्र मिश्रणमस्ति त्रयकालः कालः अत्र दत्तमस्ति अस्मिन् परिचय. अद्य भविष्यति व्यामिश्रकालः परश्वः आरभ्य श्व भिन्न परिश्रयति. अन्ये अग्रिमपरिच्छेद अपि पुनः समानरीत्या लिखितमस्ति, तदपि पठतु भगिनि. तर्हि एतावत् वक्तं यत् अनद्यतन इत्यस्य कथनेन अद्यतनस्य निषेधः नाम अद्यतनसमीपकालः एव सूत्रकारैः विवक्षितः. किन्तु वस्तुतस्तु अयं शब्दः अद्यतन किञ्चित् रहस्यजनकः. एकः प्रश्नः उदेति यत् शास्त्रकारैः अनद्यतन इति एव वक्तं श्वः एव स्वस्तन इति वक्तुं शक्तवान् किन्तु नोक्तं. किमर्थं साक्षात् नोक्तवान्? उत्तरत्वेन उच्यते यत् सूत्रकारः ज्ञात्वा साङ्केतिकरीत्या उक्तवान् एवम् इच्छन् यत् जनाः चिन्तयेयुः. तत्र सन्दिग्धम् अस्ति. अनद्यतन एव उक्तं न तु श्वः. किमर्थं श्वः न उक्तवान्? उत्तरत्वेन सूत्रकारः ज्ञात्वा भिन्न विश्लेषणम् अभवत्, विश्लेषणं भविष्यति, जनाः तत् चिन्तयेयुः इति उक्तम्. अनद्यतन एव स्पष्टं भवति न तु श्वः. तदेव भगिनि. श्रुणोति वा? श्रूयते भगिनि. ओके, सारांशं किं वदति भगिनि? सारांशः किमर्थं श्वः नोक्तम् इति साङ्केतिकरीत्या तत् न उक्तं, तद् न उक्तम्. हरि ओम्. क्षम्यतां भगिनि, मम ध्वनिः प्रायः मध्ये न श्रुतम् इति मन्ये, अहं तत्र वदन्ती आसम्, क्षम्यताम्. अत्र तु मम एवं वादः आसीत् तत्र श्वः इति तत्र किमुक्तमस्ति इत्युक्ते श्वः इति तेन न प्रयुक्तं, तत्र आचार्येण न प्रयुक्तं, तत्र केवलम् अनद्यतन इत्येव उक्तवान् इति किमर्थम् इत्युक्ते दे वाण्ट् अस् टु डेरिवेट् वट् एवर् इस् अद्य और् अनद्यतन रैट् अद्यतन दे वाण्ट् द पीपल् टु डिरैवट् टु हाव् देर् इण्टर्प्रिटेशन् आफ् वाट् इस् किं भगिनि they're giving choice to the vyakaran so it's for us to it's left to our interpretation it is the kalu okay timanni kalu bagi hatra agre patani va atah vayam anumanam krutva bhavayamah yat artah etadrushah syat नो चेत् अद्यापि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत् अनद्यतन इत्युक्ते अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति तावत् सर्वम् इति किन्तु तथा सूत्रकारस्य आशयः न स्यात् अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत् पुनः भविष्यत् सामान्ये लृट् लकारः इति कथं वा सामान्यं वदेम अपि च भविष्यत् सामान्ये लृट् लकारः अनद्यतने भविष्यत् लृट् लकारः इति भेदं किमर्थं वक्ष्यति लघुसूत्रकारः स्वरस्थानं स्वारस्यम् अत्र नास्ति नाम भवान् आगच्छतु किन्तु अद्य न इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नशोभावी इति समीपे एव दशानां वर्षाणाम् अनन्तरम् इति नातः अद्यतनस्य प्रतिषेधात् अयं समीपकालः इति अर्थः गृहीतुम् युज्यते इति प्रतिभाति आहत्य लृट्लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्लकारस्य लृट्लकारः सामान्यं न तु लुट्लकारः अनद्यतन इत्यनेन अद्य त्यक्त्वा अग्रे गत्वा यावत् अस्ति सर्वम् इति स्वीक्रियते चेत् लुट्लकारः एव सामान्यं भवति किन्तु लृट्लकारः एव विशिष्टः लुट्लकारः एव विशिष्टः प्रत्येकं भाषायाम् एकः विशिष्टव्यवहारः भवति क्वैट् रीसेण्ट्लि कम्प्लीटेड् आक्षन् अपि च दट् विच् इस् वेरि सून् टु टेक् प्लेस् इत्यर्थं संस्कृतभाषायां तदेव अद्यतनम् इत्यनेन उक्तं नाम अनद्यतन इत्यनेन उक्तं नाम अनद्यतनभूते लङ्लकारः अनद्यतन भविष्यति लुट्लकारः एवं कृत्वा recently finished actions about to come future actions yat yah jatam tadartam lang lakarah yat shvah jayamanam asti tadartam lut lakarah athava yatra tadrusha bhavah adhyaropitah vartate tatha nishchita vivahe astu tarhi tadeva punah uktam asti iti avagachami अत्र अनुमानं तर्हि अत्र काश तत्र वैयाकरणैः कदापि न उच्यते श्वः इति न उक्तम् अस्ति आचार्येण पाणिनिना तर्हि अनद्यतन इत्यस्य अनुमानं किं भवति अस्माकमेव अनुमानं वयमेव अनुमानं कर्तुं प्रयत्नं कुर्मः तदर्थं तर्हि अस्माकं किं जायते इत्युक्ते सामान्यतया एवं वक्तुं शक्नुयात् यत् अद्य नास्ति तत् सर्वम् अनद्यतन इति वक्तुं शक्नुयात् तदा किं भवति यदि सर्वमपि अग्रे यद् अद्य न विहाय अन्यत् सर्वमपि अनद्यतनम् इति स्वीकुर्मः चेत् तत्र सर्वत्रापि लुट्लकारः स्यात् तर्हि सामान्यभविष्यत्कालार्थे लृट्लकारः इति सामान्यव्यवक्षा इति तत्र न सङ्गच्छति अत्र तु लुट्लकारः वैशिष्ट्यं भवति खलु विशिष्टं भवति विधानं भवति इति कृत्वा अन्यत् अग्रे सर्वमपि कथं वा विशिष्टं भवितुमर्हति तद् न भवति सामान्यं न भवति इति कृत्वा केवलं श्वस्तनभावी यत् अस्ति श्वस्तने यत् अस्ति श्वस्तनभावी यत् अस्ति तदेव तत्र विशिष्टम् इति स्वीक्रियते अन्यत् सर्वम् अग्रे तदनन्तरं यत् जायते तत्सर्वं तु सामान्यभविष्यत्कालः इति स्वीकर्तुं शक्नोति यदि अद्य आगच्छतु किन्तु गृहम् आगच्छतु किन्तु अद्य न इति वदामि तत्र उदाहरणं दत्वा उक्तवान् तदा तु मम गृहम् आगच्छतु इति आह्वयामि चेत् दशवर्षेभ्यः अनन्तरम् आगच्छतु इति तत्र अर्थः न भवति, शीघ्रमेव यदा कदापि आगच्छतु इति, श्वः वा यदा कदापि आगच्छतु इति अर्थः भवति. सर्वासु भाषासु तादृशव्यवहारः वर्तते यत् तत्र तत्र किम् अस्ति ह्यस्तनभाविकालः कश्चन अधुनैव समाप्तः कश्चन विषयः स्यात्, नो चेत् अग्रे एव शीघ्रमेव यत् समापयिष्यति तादृशविषयः स्यात्, तर्हि तदर्थं तत्र वैशिष्ट्यं स्वीकृत्य तत्र लङ्लकारः लुट्लकारः च रचितः अस्ति इति उच्यते. तर्हि तादृश रीसेण्ट्लि कम्प्लीटेड् आक्षन् आर् अबौट् टु कम् फ्यूचर् आक्षन् इत्यस्मिन् व्यवहारे यथा तत्र ह्यस्तनभावि नो चेत् श्वस्तनभावे यथा तत्र साक्षात् श्वः इति प्रायः न, किन्तु तत्र निश्चयेन शीघ्रमेव भविष्यति इत्यस्मिन् अर्थे, उदाहरणार्थं विवाहः निश्चितः अस्ति तत्तु निश्चयेन भवति, शीघ्रमेव भवति इत्यस्मिन् स्वीकृत्य इति स्वीकृत्य तस्यापि श्वस्तनभावः तस्मिन् अपि स्वीकर्तुम् आरोपयितुं वयं शक्नुयामः इति उक्तमस्ति. एतदपि गते सप्ताहे पठितम् आसीत् अस्माभिः मन्ये खलु. तर्हि आहत्य कोऽपि वक्तुम् इच्छति वा? अत्र चित्रं यत् अस्ति महोदयेन तद् किम् इति तस्मिन् विषये प्रयत्नं करोमि भगिनि. श्रूयते वा? श्रूयते भगिनि. अत्र कोष्ठे अस्ति, कोष्ठके अस्ति लङ्लकारः लुट्लकारः. लङ्लकारः सामान्यलङ्लकारः भूतकालः. लङ्लकारः तु अनद्यतने एव अस्ति खलु? लङ् इति अनद्यतने, लुङ् इति सामान्यभूतकालः, लिट् इस्ते परोक्षे. मया प्रथमकोष्टकम् अस्ति यत् भूतकालार्थे अस्ति, भविष्यत्कालार्थे. त्रयः लकाराः वर्तन्ते. रीसेण्ट्लि कम्प्लीटेड् इत्यस्मिन् अर्थे अनद्यतने लङ् लकारः, सामान्यभूते लुङ् लकारः, अनन्तरं परोक्षे भूते लिट् लकारः. अस्तु भगिनि. लङ् अनद्यतने लङ् लङ् उदाहरणमस्ति, रामः ह्यः अपठत्. रामः परह्य गतसंवत्सरे अपठत्. अत्र द्वितीय वाक्ये ह्यो भावे अस्ति चेत् इत्यस्मिन् अर्थे लुङ्लकार सामान्यभूतकाल सूचयति. उदाहरणमस्ति, रामः पाठम् अपठीत्. अपठित् यत्र कालः न विवक्षितः, किन्तु समाप्तम् इति सूचयितुं सामान्यभूतकालः प्रयुक्तः अस्ति. रामः पाठम् अपठीत् इत्यस्मिन् कालः ह्यः वा परह्यः, क्षम्यतां, ह्यः वा परह्यः वा गतसंवत्सरे वा इति न उक्तमस्ति. तदा तु अनद्यतन इति न स्वीकर्तुं शक्यते इति कृत्वा सामान्यभूतकालम् उपयुज्य लुङ् लकारः लकारम् उपयुज्य लिखितमस्ति. अद्यतन भूतकालस्ते अपि लुङ् लकारः प्रयुज्यते. भवितं सामान्यः अस्ति इति कृत्वा अद्यतने भवितुम् अर्हति. लिट् लकार उदाहरणमस्ति, रामः पपाट. अत्र ह्यः स्तुप्तः रामः ललाप. अत्र सेकेण्ड् लैन् तत्र लुङ् लकारस्यैव विवक्षायाम् अनद्यतने इत्यस्मिन् आसीत्, तत्र क्रोष्ठे प्रायः न स्थापनीयम् आसीत्. तत्र गते संवत्सरे इति निश्चितकाले गते संवत्सरे वा परह्यस्य वा यत् अद्यतनं नास्ति, साक्षात् ह्यः नास्ति, तर्हि प्रायः तत्र अनद्यतने इति कोष्टकद्वयं अस्माभिः रचनीयं भवति. टु स्तम्भद्वयं रचनीयं भवति, यद् ह्यः अनन्तरं यद् परह्यः गते संवत्सरे इति भिन्नम् अस्ति. तर्हि यद् ह्यः इति अस्ति तत्र लुङ्लकारः मास्तु. यद् परह्यः तत्र गते संवत्सरे इति द्वितीयं स्तम्भं भवति तस्मिन् तु भवितुमर्हति. लुङ् लकार अत्र कोष्टक अनद्यतन अस्ति इति साधु नास्ति वर्गे अपि इति उक्तवन्तः चिन्त्य अनन्तरं कालविश विकल्प इत्युक्ते व्यामिश्रणं यत्र भवति तत्र अनन्तरं परह्यः इति सर्वं मिलित्वा विश्रमं भवति ह्यः इत्यनेन यत्र व्यामिश्रणं भवति अद्य वा परह्यः इति वा व्यामिश्रणं भवति चेत् तत्र तु पुनः लुङ्लकारः एव स्वीक्रियते किन्तु व्यवहारे वयं केवलं लङ् लकार एव संस्कृतभारती तावत् पाठितवा महम्मा पाठितवती पठितवन्तः किन्तु लुङ् एव प्रयोक्तव्यम् प्रायः तैः एवं कर्तव्यम् आसीत् लुङ्लकारः केवललुङ्लकारस्य पाठनं सामान्यभविष्यत्कालः यथा कृतम् आसीत् तथैव सामान्य साधु भवेत् साधु लुङ्लकारः अनन्तरं परोक्षे इत्यस्मिन् विषये विकल्पः एव नास्ति केवलं लिट्लकारः पुनः भविष्यदर्थे अपि तत्र किम् अस्ति कालसामान्यम् इति भवेकम् अनन्तरम् अद्यतने इति एकं स्तम्भम् अनन्तरम् अनद्यतने इत्यस्मिन् स्तम्भद्वयम् एकं तु श्वः इति श्वः अन्यत् अस्ति परह्यः तत्र प्रपरह्यः अग्रिमसंवत्सरः इति तदनन्तरं व्यामिश्रणं यत्र भवति तद् अग्रिमस्तम्भः तर्हि कालसामान्ये तत्र कालसामान्ये क्रियार्था क्रिया अपि स्वीकर्तव्यं यथा दत्तमस्ति करिष्यामि इति कर्तुं व्रजति यथा वयं दृष्टवन्तः तत्र लुट् शेषे इति सूत्रं यत् अस्ति तत्र अस्ति यत् उपपदसंज्ञा भूत्वा तत्र लकारस्य प्रयोगः भवति अपि इतोपि एकं स्तम्भम् आवश्यकं भवति यत् क्रियार्था क्रिया इति खलु क्रिया अत्र दत्तमस्ति क्रियार्था क्रिया विशेषं भिन्नं स्तम्भं रचयामः चेत् इतोपि स्पष्टता भवति रामः पाठं पठिष्यति करिष्यति इति व्रजति इति तादृशम् अनन्तरं सामान्यं यत्र अस्ति कालः न विवक्षितः तत्र तु लृट्लकारः एव लिट् लकार चत्वारः बिन्दवः क्रियार्था क्रिया सामान्यभविष्यकाल अद्य भविष्यकाल श्वः अनन्तरं परश्वः इति भिन्नं तर्हि अद्यतने भविष्यकाल अद्यतने इति अस्ति चेत् तत्र तु क्लेशः एव नास्ति केवलं लृट् लकारः एव सामान्यभविष्यत्कालः अस्ति पुनः अनन्तरं अनद्यतन इत्यस्मिन् श्वः इति अनद्यतन अस्ति चेत् तत्र तु लुट् लकारः भवति किन्तु अनन्तरं पुनः यत्र श्वभावी तत्र अग्रिमसंवत्सरः इति अस्ति चेत् अपि श्वभावी इति स्वीकृत्य पुनः लुट् लकारः भवितुमर्हति नो चेत् तत्र यत्र श्वभावी न स्वीक्रियते तदा तु परह्यः अग्रिमसंवत्सरः इत्यस्मिन् तु तत्र केवलं लृट् लकारः भविष्यति सामान्यभविष्यत्कालः अनन्तरं यत्र व्यामिश्रणं भवति तत्र पुनः लृट् लकारः एव स्वीक्रियते इति अर्थः अन्तिमपरिच्छेदम् अस्ति वयं वर्गे चिन्तयामि महोदय विस्मृतवान् पठतु पठामः वा आमां पठामः भवती पठति इति किञ्चित् क्लेशः अस्ति तत्र अवगमने मणिमहोदय पठति वा महोदय महोदयस्य क्रमः अस्मि महोदय महोदय रीसेण्ट्लि इन्क्लूड् इति न पठितवान् परन्तु पठामि केचित् विशिष्टविधिः सूत्रैः अपि अर्थविशेषः लिट् लकारः विद्यते अभिज्ञाय अभिज्ञावचने लिट् स्मृतिबोधकः उपपदेशति भूते अनद्यतन काले धातोः लिट् लकारः भवति भूतकाले वा स्मृतिबोधकः उपपदेशति भूत अनद्यतनकाले धातोः लिट् लकारः भवति स्मृतिबोधिन्योपपादे अनद्यजने धातोर्लुट् स्यात् इति चिन्तया सिद्धान्तकौमुद्याम् अभिज्ञानस्य देवदत्तः कश्मीरेषु वस्यामः पश्यामः अभिया स्मृतिः सा उच्यते अनेनेति अभिजामवचनं तस्मिन् अभिजावचने सप्तम्यन्तं लिट् प्रथमान्तं द्विप्रथमसूत्रम् अनद्यतने लङ् इत्यस्मात् अनद्यतने इत्यस्य अनुवृत्तिः प्रत्ययः परस्य धातोः भूते इत्येषाम् अधिकारः अनुवृत्तिसूत्रम् अभिज्ञावचने अनद्यतने भूते धातोः लिट् प्रत्ययस्य परस्य कोऽपि अस्ति वा यदा पूर्वं पठितवन्तः वयम् अनद्यने भूतकाले लङ् इति परन्तु अभिज्ञः वदति यदा उपपदे भवति तदा भूतकाले अपि अनद्यतन इति लिट्लकारः भवति इति तत्रापि लिट्लकारः भवति भविष्यति किन्तु अस्माभिः अधुना तस्मिन् विषये स्मरणं क्रियते चेत् भूतकाले यत् सञ्जातं किन्तु अस्माभिः अधुना स्मरणं क्रियते चेत् तादृशप्रयोगः संस्कृतभाषायां वर्तते यत्र भविष्यत्काल तत्र तत्र किम् अस्ति लृट्लकारस्य सामान्यभविष्यत्कालरूपम् उपयुज्य स्मरणं भविष्यति इति किमस्ति किन्तु अत्र किम् अस्ति इत्युक्ते तत्र अभिज्ञावचनं तत्र प्रयोक्तव्यं वाक्ये यदि अभिज्ञावचनं नास्ति चेत् अभिज्ञावचनम् इत्युक्ते स्मरति वा तत्र चिन्तयतु वयं किं कृतवन्तः इति तादृशम् अभिज्ञावचनं तत्र वाक्ये अस्ति चेत् तदा प्रयोक्तुं शक्यते इति किञ्चित् स्पेशलैस्ड् प्रयोगः अस्ति इति भगिनि इति अत्र अभिजानासि देदत् कश्मीरेषु वत्स्यामः तत्र धातु किम् अस्ति वत्स्यामः वसति इति वसति तत् सकारस्य तकार कथं भवति द्रष्टव्यं भगिनि वत्स्यति इति भवति खलु वसति इत्यस्य वस्य इति भवति तदनन्तरं सकारस्य तकारः जायते खलु तत्र खरीच भवति वा खरी च तत्र सकार खरी अस्ति वा तत्र सहस्यार्धधातुके इति सूत्रेण भगिनी मन्ये तकारादेशः भवति सहस्यार्धधातुके इति ओके सूत्रमस्ति 7449 इति सूत्रम् अस्तु मया पठितवन्तः पूर्वम् एतत् सूत्रम् किञ्चित् धातुपाठे भवती दृष्टवती आं भगिनि सत्यं दृष्ट्वा उक्तवती भगिनि तर्हि भूतकालविवक्षायां यत्र अभिज्ञावचनस्य प्रयोगः क्रियते तदा तु भविष्यत्कालक्रियापदं तत्र क्लुट्लकारम् उपयुज्य प्रयोगः भवति किन्तु तत्र आशयः तु साक्षात् भूतकालसम्भवः एव अत्र उच्यते अनद्यतने इत्यपि तत्र स्वीकर्तव्यं किल अद्यतनमास्तु इति स्मर्तव्यम् अद्यतन अस्ति चेत् प्रयोक्तुं न शक्यते अद्य प्रातःकाले यत् कृतं तत्र केवलं स्मरति वा भगिनी अद्य प्रातःकाले वयं पठितवन्तः इति तत्र तु नो चेत् अपट् तत्र तत्र किम् अस्ति लुङ्लकार अपठीत् इति तु भवती अपठीत् इति भवति, अहम् अस्ति चेत् किं भवति, आवाम् इति अस्ति चेत् किं भवति? वयं लुङ् लकार आवां न भवति तो भवति लुङ् अपठिशम् इति अपठिशम् अपाठिशं नो चेत् अपठिश्व अपठिश्व स्मरति वा भगिनी अद्य प्रातःकाले आवाम् अपठिश्व इति तादृशम्। किन्तु यत्र ह्यः अद्य नास्ति अनद्यतन रीसेण्ट्लि कम्प्लीटेड् इत्यस्मिन् भवति खलु अनद्यतने इति अत्र यदि ह्यः अस्ति नो चेत् तत्र किम् अस्ति गते वर्षे स्वभावि यत्र अस्ति ह्यः भावि यत् अस्ति तत्र शक्यते इति विशिष्टविधानमस्ति भाषायाः वैशिष्ट्यम्। Not seen in other languages, right? We don't use future tense in the past tense. Tavadevasthi, kalu? Tavadevasthi. Mahodaya kinchit mandam gachati iti manne, kalu? Adhyatane. Mahodaya sarvam agya puna puna prichati. Adhiti iti kritvaina asmakam aduna sanne kavabodaha jatah. Noche puna jayate sma. किञ्चित् जानाति भूतकाले यत् वयं पठितवन्तः तस्मिन् समये यद्यपि चर्चितम् आसीत् तथापि मम मनसि सम्यक् तत्र अवगमनं न आसीत्, अधुना किञ्चित् कष्टमस्ति इति मन्ये, पुनः पुनः कृतवन्तः। किन्तु गत समयस्य वयं विश्रामः आमां सम्यक् विस्मरामि भगिनि। Bhagini, how do you say this in English? Abhijñavachane. Remember, Abhijñavachane. Bhagini, do you remember? Abhijñavachane mitikte, remember, do you remember? Recollection, recollection. Recollection, do you recollect? Like last year what we did? Abhijñavachanam. Bhagini, do you remember like last year we studied Bhutakalam and we studied all of this concept but we still forgot? But lut bhavati kalu. भविष्यत्काले भवति कदा एतत्तु भूतकालार्थे लिम्बम्बर् वाट् वि डिड् लास्ट् इयर् इति अस्ति खलु ऐडियलीस्ड् किम् अस्ति अनद्यतने इति कृत्वा लुट्लकारस्य प्रयोगः स्यात्, क्षम्यतां लुट् नास्ति लुङ्लकारस्य प्रयोगः स्यात्, किन्तु अनद्यतने अनद्य अद्य मास्तु अनद्यतने अलङ्लकारः प्रयोगः स्यात्। वयं गते भगिनी स्मरति वा गते वर्षे वय आवां तत्र भूतकालरूपा भूतकालस्य विषये अपठाव इति भवेत्, किन्तु तस्मिन् विषये तत्र तु त्रिता स्मरति वा इत्यत्र वाक्यं भवति अभिज्ञानम् अस्ति इति कृत्वा अपठिष्व इति प्रयोक्तुं शक्यते। ओके धन्यवादः न किं प्रयोक्तुं समीचीनमिति पठिष्याव इति प्रयोक्तुं शक्यते खलु लृङ् लृट् प्रयोक्तुं शक्यते पठिष्याव इति पठिष्याव लृट् प्रयोगः गते वर्षे वयं भूतकालस्य विषये पठिष्याव इति किञ्चित् भ्रमात्मकं वर्तते, वेरि हार्ड् टु राप् अवर् मैण्ड् अराउण्ड् दट् कान्सेप्ट्। धन्यवादः भगिनी।